नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे शत्रुशानचोः प्रक्रियाचिन्तनम् इति पाठः. तत्र वयं स्त्रीलिङ्गपर्यन्तम् अनदन्त अङ्गानां स्त्रीलिङ्गपर्यन्तं प्राप्तवन्तः. अदन्तम् अनदन्तम् इति तत्र प्रभेदद्वयम्. अनदन्तेषु अभ्यस्तम् अनभ्यस्तम् इति पुनः प्रभेदद्वयम्. अभ्यस्तस्य विषये वयं दृष्टवन्तः गतसप्ताहे. जुहोत्यादिगणे तत्र सनन्तः अस्ति चेत् तत्र किं भवति, तेषामपि अभ्यस्तसंज्ञा अस्ति, तत्र नुमागमः भवति वा न वा इति चिन्तनं कृतवन्तः. तत्र वयम् अन्ते एतदपि निर्णयं कृतवन्तः, तत्र सनन्तानां तत्र नुमागमः न भवति. किमर्थम् इत्युक्ते मध्ये तत्र व्यवधाने तत्र वर्णाः सन्ति, सन् इति प्रत्ययानां विषये अस्ति इति कृत्वा तत्र न भवति इत्यपि दृष्टवन्तः. चक्षित्यादयः षट्, लिटि धातोरनभ्यासस्य संज्ञोः श्लौ चङ्गी येन अभ्यस्तसंज्ञा भवति. तत्र वयं अन्ते किं निर्णयं कृतवन्तः, यङ् लुङन्ताः परस्मैपरिधातुः तत्र कुत्र न भवति इति एकं वाक्यम् आसीत् किल, तद् वाक्यमेव हलन्तदातूनामेव भवति खलु. यङ्गन्ताः नित्यम् आत्मनेपदिनः इत्यस्मात् शत्रुः तत्र न विधीयते. यङ्गन्ताः आत्मनेपदिनः, अतः तत्र शत्रु न विधीयते शाणचेव. यङ्गन्तविषये सनन्तप्रक्रियायां द्वित्वं यद्यपि भवति, अभ्यस्तम् अङ्गं च यद्यपि भवति, तथापि मध्ये सन् प्रत्ययः अस्ति इति कृत्वा नुमागमः तत्र न निषिद्धः इति एकं पठितवन्तः. तत्र सर्वनामस्थान संज्ञकप्रत्ययेषु परेषु उद्गीदचां सर्वनामस्थाने इत्यनेन नुमागमः भवति. तदेव जिज्ञमिषन् जिगमिषन्तौ जिगमिषन्तः इति रूपं. तद् द्वयं. तृतीयं किम् आसीत्, आहत्य तत्र अदादिगणे सप्तदातवः, यङ्लुगन्तदातवः, जुहोत्यादिगणीयदातवः त्रिषु स्थलेषु एव नाभ्यस्ता चतुः इत्यनेन पुल्लिङ्गे नुमागमस्य निषेधः. कुत्र कुत्र निषेधः इति दृष्टवन्तः, कुत्र कुत्र नुमागमः इति चिन्तनं न आसीत्. समीचीनं वा? इदानीं पुनः वदतु भगिनी, नुमागमनिषेधः. तत्र नुमागमः निषेधः. अस्माकम् इदानीं चिन्तनं किम्, अनदन्त अभ्यस्तसंज्ञकः तत्र स्वीकुर्मः चेत् जुहोत्यादिगणे तत्र नुमागमः न भवति. ददत् इत्येव रूपम् आसीत् किल. तत्र वयं दृष्टवन्तः अभ्यस्तसंज्ञा न केवलं जुहोत्यादिगणे, परन्तु लिट् लिट्लकारे सनन्त प्रत्ययानां, अनन्तरं तत्र लुङ् लकारे अपि भवति. यङ् लुक् यङ्गन्त यङ् लुक् लुङ् इति अपि भवति इति दृष्टवन्तः. तत्र किं भवति इत्युक्ते, तत्र लिट् लङ् तत् लुङ् प्रायः लङ् नास्ति लुङ् लटि क्षम्यतां लिटि लुङ् तत्र द्वयोः स्थलेषु तु लकारस्य चिन्तनमस्ति. अतः तत्र शत्रन्तस्य नुमागमविषये तत्र किमपि चिन्तनं न आवश्यकं, तद् न भवति एव. अतः तत्तु त्यक्तम्. इदानीं किम् अस्ति, जक्षित्यादयः षट् अस्ति, यङ् यङ् लुगन्त, अनन्तरं सनन्तं जुहोत्यादिगणे. जुहोत्यादिगणे तु निषेधः वयं जानीमः. अदादिगणे सप्तदातवः, तत्रापि नुमागमनिषेधः, तद् जानीमः. इदानीं सनन्तविषये किम् इत्युक्ते, तत्र सनन्तदातुभ्यः शप् इति विकरणप्रत्ययः विधीयते, अनन्तरं सनन्तदातवः भावादिकाः. तत्र किं भवति, सनन्तप्रक्रियायां यद्यपि तत्र द्वित्वं भवति, यद्यपि अङ्गम् अभ्यस्तमस्ति, किन्तु मध्ये सन् प्रत्ययः अस्ति इत्यनेन तत्र नुमागमस्य निषेधः न भवति. जिगमिषन् जिगमिषन्तौ जिगमिषन्तः इत्येव रूपं. तत्र उगिदक्षां सदनामस्थाने अधातोः इत्यनेन नुमागमः भवति. अस्तु, इदानीं यङ् यङ् लुगन्त इति अस्ति. यङन्तदातवः सर्वदा आत्मनेपदिनः एव, अतः तत्र शत्रु न एव विधीयते, शाणचेव विधीयते. अतः तदपि गतम् इदानीं यङ् लुगन्तदातुः. अनन्तरं तत् अस्माकं एतत् जुहोत्यादिगणीयधातुः, अदादिगणीयधातुः, तत्र सर्वत्र एव नुमागमनिषेधः. त्रिषु स्थलेषु एव नाभ्यस्ताच्चतुः इत्यनेन पुल्लिङ्गे नुमागमस्य निषेधः. अवगतं वा भगिनि? आं भगिनि. नुमागमस्य निषेधविषये, न नुमागमस्य विषये न. तत् पठितवन्तः, नपुंसकलिङ्गं पठितवन्तः. स्त्रियाम् इत्येव आरम्भं करणीयं किल. अनभ्यस्तस्य अनदन्तम् अङ्गं तत् पठितवन्तः. तत्र एव वयं स्त्रियाम् इति आरम्भं करणीयं. यथा पूर्वमपि अस्माभिः दृष्टं नपुंसकलिङ्गस्य प्रथमाविभक्तौ द्विवचने यथा रूपं तदेव आसीत्. इदानीं तत्र किम् अस्ति इत्युक्ते द्वितीयप्रभेदं प्रति आगतवन्तः. यत्र अनभ्यस्तम् अनदन्तम् अङ्गं तत्र अदादिगणः, स्वादिगणः, रुदादिगणः, तनादिगणः, क्रयादिगणः, सर्वेषु तु अनभ्यस्तम् अनदन्तमङ्गं यत्र अभ्यस्तसंज्ञा नास्ति तत्र किम् अस्ति? उगितचां सदनामस्थाने अधातोः इत्यनेन धातुभिन्न उगितः नुमागमः भवति. तत्र सन् सन्तौ सन्तः, चिन्वन् चिन्वन्तौ चिन्वन्तः, तदेव रूपं गतसप्ताहे दृष्टवन्तः. नपुंसकलिङ्गे किं भवति? तत्र नुम्बिदायकसूत्रद्वयं यदा पूर्वं दृष्टवन्तः तदेव सूत्रमेव, समानमेव. आचिनद्योर्नु शप्शनो नित्यम् इति. तत्र किं भवति? तत्र शी आदेशः भवति द्वितीया विभक्त द्विवचने, प्रथम द्वितीयाय द्विवचने. अनन्तरं तत्र नुमागमः इति किमपि नास्ति. सखी, चिन्वति, रुन्दति, कुर्वति, क्रीणाति इत्येव भवति. बहुवचने तु सामान्यसूत्रेण नुमागमः, नपुंसकस्य जलजः इत्यनेन नुमागमः. सन्ति, चिन्वन्ति, रुन्दन्ति, कुर्वन्ति, क्रीणन्ति इति रूपम्. अवगतं वा? एतावदेव वयं गतसप्ताहे पठितवन्तः. वैशिष्ट्यम् इति अस्मात् पठामः इतोपि एकवारम्. अरुणा भगिनी भवती एव पठतु. वैशिष्ट्यम् एकम् अस्ति अदादिगणे. वैशिष्ट्यम् एकम् अस्ति अदादिगणे ध्येयं यत् आचिनर्जोर्नुम् इति सूत्रेण आत् इत्यनेन अवर्णात् न तु ह्रस्व अकार अवर्णात् इत्यनेन दीर्घ अकार इत्यस्यपि ग्रहणम्. चतुर्दश आकारान्तदातवः सन्ति, येषामपि षी प्रत्ययपरे विकल्पेन नुमागमो भवति. अत्र वैशिष्टसूत्रमस्ति सामान्य अदादिगणे विषये धातूनां आी नद्योर्नुम् इति सूत्रेण आत् आत् इति केवलम् अश्वाकारः नास्ति, अश्वदीर्घ अपि अस्ति चेत् नुमागमः भवति. अदादिगणे चतुर्दशदातवः आकारान्तदातवः, अत्र श्रीप्रत्ययपदे सर्वनामस्थानं श्रीप्रत्ययपदे विकल्पेन नुमागमो भवति. अत्र उदाहरणं दत्तं, यात् याति, यान्ति, यान्ति. अन्यदातव चतुर्दशदातव या वा भाष्ण श्राद्रा पारा लादा ख्या प्राम इत्येषां चतुर्दशानां धातूनामपि नुमागमो विकल्पेन भवति श्रीप्रत्ययपदे. अदादिगणे द्विवचने द्विवचने द्विवचने प्रथमा द्वितीय द्विवचने भगिनि. सत्यं सत्यम्. अदादिगणे अन्यः आकारान्तधातुः वर्तते, दरिद्रा तस्य विकल्पेन नुम् आगमः किमर्थं न भवति? पूर्वं दृष्टं यत् जच्छित्यादयः षट् इत्यनेन दरिद्रा धातोः अभ्यस्तसंज्ञा भवति, अतः अजाच्यप्सु स्नाभ्यस्तयोरातः इत्यनेन आकारलोपः दरिद्रयोगः दरिद्रयोगात् दरिद्र अत्र अङ्गम् अदन्तं नास्ति. सत्यम्. अतः तत् यदा वयं पूर्वम् इदानीमेव दृष्टवन्तः किल अभ्यस्तसंज्ञकः इति, तस्मिन् गणे एतत् चक्षित्यादयः षट् इति दरिद्रा चका चातुर् इति धातवः तत्र आगच्छन्ति, तत्र नुमागमः न भवति. अभ्यस्तयोरातः इत्यनेन नुमागमः न भवति. दरिद्रत् इत्येव रूपम्. ददत् इति यदा भवति तादृशमेव अत्रापि प्रक्रिया समाना. तदेव चिन्तनं नपुंसकलिङ्गे अनभ्यस्त अनदन्त अङ्गविषये. स्त्रियामपि पठतु भगिनि. आं भगिनि, स्त्रियां यथा पूर्वमपि अस्माभिः दृष्टं नपुंसकलिङ्गस्य प्रथमाविभक्तौ द्विवचने यत् रूपं तदेव रूपं स्त्रीलिङ्गस्य प्रातिपदिकम्. अत्र पञ्चषु अपि धातुगणेषु अङ्गम् अवर्णान्तं नास्ति, अतः स्त्रीप्रातिपदिके नुमागमो पुंसकलिङ्गे प्रथमाविभक्तौ द्विवचने यत् रूपम् अस्ति तदेव अत्र नुमागमः भवति, तदेव स्त्रीलिङ्गस्य प्रातिपदिकम्. अत्र परन्तु पञ्चषु धातुगणेषु अङ्गम् अवर्णान्तं ततः नुमागमः न भवति. अदादिगणे पञ्चगणाः अदादि स्वादि रुदादिगणे तनादिगणे क्रयादिगणे अत्र अङ्गम् अदन्तं नास्ति, ततः नुमागमः न भवति. अदादिगणे सति, स्वादिगणे चिन्वति, रुदादिगणे कृन्दति, तनादिगणे कुर्वन्ति, क्रयादिगणे क्रीणति. किमर्थं कुर्वति? स्त्रीलिङ्गं कुर्वत् योगः नीप् इति प्रत्ययः कुर्वति इति कुर्वति. सर्वत्र उहितश्च इत्यनेन स्त्रीलिङ्गम् इति कृत्वा स्त्रीलिङ्गविवक्षायां नीप् प्रत्ययः विधीयते. प्रातिपदिकात् नीप्, अतः सती चिन्वति रुन्दति इति ईकारान्तः नदी शब्दवत् रूपाणि. अत्र सारांशं दत्तम्. अदादौ चतुर्दश आकारान्तधातूनां विद्यं भवति यथा नपुंसकलिङ्गस्य द्विवचने पठितवन्तः, याति यान्ति पद्माविभक्ति, यात्यौ यान्त्यौ, यात्यः यान्त्यः इति सदृशानचोः समग्रं प्रक्रियाचिन्तनं परिसमाप्तम्. अतः केवलं तत्र चतुर्दशानां कृते एव रूपद्वयं भवति. यदा नपुंसकलिङ्गे वयं दृष्टवन्तः शी नद्योः इति आसीत्, नदी इति स्त्रीलिङ्ग संज्ञा अस्ति, अतः तत्रापि अस्य प्रसक्तिः अस्ति. आची नद्योर्नुम् इत्यस्य प्रसक्तिः अत्रापि अस्ति, अनेन तत्र रूपद्वयं भवति. याति यान्ति, यात्यौ यान्त्यौ, यात्यः यान्त्यः इति प्रथमाविभक्ति. तत्र तु पञ्चसु स्थलेषु यदा वयं पुल्लिङ्गे दृष्टवन्तः सुडनपुंसकस्य, अतः पञ्चसु स्थलेषु तत्र सर्वनामस्थानसंज्ञा अस्ति, अतः तत्र नुमागमः भवति एव आचीनद्योर्नुम् इत्यनेन भवति. अस्तु, अतः तत्र पाठः एषः पाठः स्पष्टः वा वयं यत् पठितवन्तः? तत्र प्रभेदः एव मुख्यं, तत्र अदन्तमङ्गम् अनदन्तमङ्गम्, अभ्यस्त अनदन्तम्, अनभ्यस्त अनदन्तम्, तेषु पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग. अहं तु पूर्णतया डाक्युमेण्ट् मध्ये योजितवती, भवन्तः तत् पठित्वा वदन्तु स्पष्टमस्ति वा प्रक्रिया इति. अत्र दोषाः सन्ति चेदपि कृपया सूचयन्तु, मुख्यतया सूत्राणां सङ्ख्या. स्पष्टमस्ति चेत् अग्रे सरामः. कुत्र अस्ति भगिनि? तद् गतसप्ताहे अहं प्रेषितवती किल, तद् डाक्युमेण्ट् तदेव, तत्रैव अहं तद् पूर्णतया न आसीत्, इदानीम् अद्य पूरितवती. ओके. अस्तु, अग्रिमपाठः इदानीं, तत्तु अस्माकं सार्वधातुकप्रक्रिया समाप्ता, इदानीम् आर्धधातुकप्रक्रिया, आर्धधातुकप्रक्रिया प्रकरणं किमपि आर्धधातुकप्रकरणम् इति पाठः अद्य आरभ्य. अस्तु, धन्यवादः भगिनि. रघुपतिमहोदय पठति वा? धन्यवादः. 7 इति करपत्रस्य संख्या महोदय, 07. मन्दरूपेण श्रूयते. इदानीं श्रूयते महोदय. न महोदय, न श्रूयते. प्रथमं मन्दं मन्दम् अस्ति महोदय. बहु दूरं गतवान् भवान्. सम्यक् अस्ति. यदा पठन् श्रूयते वा? श्रूयते. प्रथमं वद, यदा वा भवान् पठन् अस्ति तस्मिन् समये एव न श्रूयते. एकनिमिषं. न महोदय, न. हलो, इदानीं श्रूयते. श्रूयते वा? अहं म्यूट् मध्ये भवामि महोदय, भवान् पठतु अनन्तरम् अहम् अन्म्यूट्. प्रायः मम मोबैल् मध्ये क्लेशः अभवत्. नास्ति चिन्ता, अहं म्यूट् मध्ये भवामि, भवान् पठतु. सार्धातुकलकारेषु तिगन्तरूपाणि भिद्यन्ते गणम् अनुसृत्य. कस्यचित् धातोः लटि लोटि लङ्गि विधिलिङ्गि च तिगन्तरूपं जिज्ञासामहे चेत् तर्हि सः धातुः कस्मिन् गणे अस्ति इति अस्माभिः ज्ञेयम् एव. आर्धातुकलकारः न तथा. लिट् लुट् लृट् आशीर्लिङ्ग् लुङ् लृङ् येषां लकाराणां तिगन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः. यथा लटि भ्वादिगणे पा धातोः पिबति, अदादिगणे मा धातोः माति, ज्योत्यादिगणे दा धातोः ददाति, क्रयादिगणे ज्ञा धातोः जानाति. पामादाज्ञा इत्येते सर्वे आकारान्तदातवः. अनेन चतुर्णाम् अपि धातूनां साम्यं. किन्तु पिबति, माति, ददाति, जानाति प्रत्येकं धातोः तिगन्तरूपाणि नितरां भिन्नः. ततः परं दा धातोः द्वित्वम् अपि अस्ति. यद्यपि धातूनां साम्यं, किन्तु धातुगणम् अनुसृत्य तिगन्तभेदाः निष्पद्यन्ते. वयं जानीमः सार्धकलकारेषु तस्य गणस्य चिन्तनम् आवश्यकमेव, परन्तु आर्धकलकारेषु तथा नास्ति इति महोदयेन उक्तं. वयं पूर्वमपि पठितवन्तः के ते आर्धकलकारः इत्युक्ते लिट् लुट् लृट् आशिलिङ्ग् लुङ् लुङ् एते षड् लकाराः आर्धातुकलकाराः. अतः तत्र लटि द्वादिगणे तत्र पा धातोः पिबति भवति, अदादिगणे मा धातोः माति भवति, ज्ञा धातोः जानाति इति तत्र रूपाणि भिद्यन्ते अतः परम् अपि च दादातोः ददाति तत् द्वित्तमपि भवति. अधुना लृटि एतत् आर्धातुकलकारः अस्ति. लृटि स्यति इति प्रथमः प्रत्ययः भवति. भ्वादौ पादातोः पास्यति, अदादौ मादातोः मास्यति, ज्योत्यादौ दादातोः दास्यति, क्रियादिगणे ज्ञादातोः ज्ञास्यति. सर्वत्र साम्यम्. अस्य कारणं किं? धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते. यतः यत्र विकरणप्रत्ययः नायाति तत्र गणीयभेदः नास्ति एव. अतः आर्धातुकलकारेषु गणीया चर्चा निरर्थका. आर्धातुकप्रकरणे गणचर्चायाः स्थानं न देयम् इति अस्ति. अत्र इदानीम् आर्धातुकलकारेषु रूपाणि समानमेव भवति. यतः वयं दृष्टवन्तः सार्धातुकलकारेषु पिबति, माति, जानाति इति भिन्नभिन्नरूपाणि, परन्तु पास्यति, मास्यति, दास्यति, ज्ञास्यति इति सर्वत्र साम्यमस्ति. कारणमस्ति मध्ये गणनिमित्तीकृत्य तत्र विकरणप्रत्ययः आगच्छन्ति. अतः तेषां कारणेन अत्र अङ्गस्य धातोः परिवर्तनं भवति कुत्रचित्. तत्र विकरणप्रत्ययभेदेन अपि रूपाणि भिद्यन्ते सार्धलकारेषु. आर्धलकारेषु तादृशं नास्ति इति अस्ति. अतः गणचर्चायाः आवश्यकता नास्ति आर्धप्रकरणे. अग्रे श्रूयते खलु भगिनि? अग्रे पठामि. स्पष्टमस्ति? सार्धातुकलकारेषु कर्तृके तिङ्प्रत्यये परे विकरणप्रत्ययः विधीयते. अत्र धातोः साक्षात् परं सार्धातुकसंज्ञकः तिङ्प्रत्ययः. अतः कर्तरिषपित्तनेन विकरणप्रत्ययः विहितः. आर्धातुकलकारेषु सार्धातुकसंज्ञकः तिङ्प्रत्ययः अस्ति चेत् धातोः साक्षात् परं न, अतः विकरणप्रत्ययः न विधीयते इति अस्ति. अतः आर्धातुकलकारेषु तत्र साक्षात् तिङ्प्रत्यय तत्र साक्षात् धातोः परं न भवति, अतः विकरणप्रत्ययः न भवति. यदा सार्धातुकलकारेषु यदा साक्षात् भवति तदा कर्तरिषपित्तस्य प्रसक्तिः भवति. अत्र तदनु अनन्तरं तत्र गणीय तत्तद् गणीयाः विकरणप्रत्ययाः आगच्छन्ति. यथा इदानीम् अर्धातकलकारेषु वृत्तान्ते लिट् लकारे सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि. तत्र कोऽपि धातुगणभेदः नास्ति. तथैव लुटि, लृटि, आशीर्लिङ्गि, लुङ्गि, लृङ्गि च. आयोजनं कीदृशम् इति चेत् धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः. एतादृशं वर्गीकरणमपेक्षितं यतः पाणिनीयसूत्राणि तथैव कार्यं विदधति. अनेन महत् सौकर्यं. चतुर्दशवर्गाः एते. इदानीं विकरणप्रत्ययस्य आवश्यकता नास्ति. अतः गणीयभेदः कस्मिन् गणे इति नावश्यकं. लिट्लकारे सर्वेषां द्विसहस्रधातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि. तत्र गणभेदः नास्ति. लिट्लकारे दशसु दशानां गणानां तत्र लिट्लकारस्य कार्यं भवितुमर्हति. समानमेव अस्ति. परन्तु तादृश अस्ति. तथैव लुटि, लृटि, आशीर्लिङ्गि अपि दशगणानाम् अपि एकत्र प्रदर्शयितुं शक्नुमः. परं तत्र तादृश कर्तुं तत्र अन्तिम वर्णमनुसृत्य तत्र अत्र भवति. अन्तिमवर्णमनुसृत्य वर्गाः निष्पादनीयाः प्रथमं. किमर्थमिति चेत् अन्तिमवर्णम् अनुसृत्य एव पाणिनीयसूत्राणि सन्ति. अतैव पाणिसूत्राणि तथैव कार्याणि अपि सन्ति. अतः अन्तिम वर्णम् अनुसृत्य यदि चतुर्दशेषु वर्गेषु वयं तत्र धातूनां धातून् तत्र वर्गेषु स्थापयामश्चेत् तत्र सारल्यं भवति, सौकर्यं भवति इति अस्ति. ते के इत्युक्ते चतुर्दश्याः इत्युक्ते अकारान्तः यथा कथ, गण, रच इत्यादयः. आकारान्तः यथा पा ला वा धा धा इत्यादयः, ईकारान्तः जी श्वी ची ची रि इत्यादयः, ईकारान्तः नी षी डी क्री वि इत्यादयः, उकारान्तः धृ नु कु गु क्षु इत्यादयः, उकारान्तः भू लु पु नु मु इत्यादयः, ऋकारान्तः हृ भृ दृ मृ कृ सृ स्मृ इत्यादयः, ऋकारान्तः यथा झृ झृ सृ घृ वृ इत्यादयः, एजन्तः ग्लैं लै ध्ये त्यै पै शो चो इत्यादयः, अदुपदाः यथा पट् चल् वद् खल् कक् पच् चट् इत्यादयः, इदुपदाः यथा चित् मिद् चिद् बिद् निद् मिल् इत्यादयः, उदुपदाः यथा बुद् शुद् मुद् कुक् उक् इत्यादयः, ऋदुपदाः कृष वृष नृत् छृद् वृत् वृद् इत्यादयः, अवशिष्टाः ये न सन्ति येषु वर्गेषु यथा मील् इति दीर्घैकारान्तः शीक् बुक् इति तत्र उपधायां हल् वर्णः अस्ति, अञ्च् नकारः अस्ति इत्यादयः, अत्र चतुर्दश इत्युक्ते अकारान्त अजन्तदातवः सन्ति चेत् अकार अकार इकार ईकार उकार ऊकार ऋकारान्तः ऋकारान्तः एजन्तादातवः, अपि हलन्तदातुः चेत् तत्र उपधावर्णम् अनुसृत्य एव भवति, हलन्तदातूनां तत्र उपधायां उपधावर्णम् अनुसृत्य अधुपद इदुपद उदुपद ऋदुपद इति अस्ति, तत्र दीर्घ इकारस्य न भवति, अवशिष्टवर्णेषु भवति दीर्घ इकार अथवा उपधायां हल् वर्णः अस्ति चेत् तत्र चतुर्दशीये गणे भवति इति अस्ति, एते आतात्कलकारेषु कृदन्तेषु च धातूनां मातृदत्तावर्गाः, अस्मिन् वाक्यवर्गीकरणे दशधातुगणाः न आयान्ति एव, वयं जानीमः इदानीं तत्र अकारान्तः अस्ति चेत् तत्र कत इति निजन्त तत्र दशगणः अस्ति, आकारान्त पा इति अस्ति भुवादिगणे, ला इति प्रायः तत्र लाति इति तत्र देव आदादिगणे अस्ति, तत्र भिन्नभिन्नगणाः सन्ति तत्र, परन्तु एकस्मिन् एव तत् अन्तिमवर्णम् अनुसृत्य एव भवति, दश दश दश ये ये धातवः दशसु गणेषु सन्ति तेषां चतुर्दश विभागाः भवन्ति। सत्यं तत्र वयं यदा सार्वधातुकप्रकरणं दृष्टवन्तः तत्रापि एतद् एते चतुर्दशप्रभेदाः एव आसन् किल, तत्रापि वयं दृष्टवन्तः प्रमुखभेदः एवं किम् इत्युक्ते तत्र गणीयचर्चा आसीत्, अत्र गणचिन्तनं किमपि नास्ति, लकारविकरणप्रत्ययः आगच्छति, विकरणप्रत्ययः एव नास्ति इति नास्ति, गणविकरणं नास्ति, लकारविकरणं तु अस्ति एव, लकारस्य लकारविकरणं चतुर्दश विभागाः भवन्ति तत्तद्गणे, अत्र नास्ति खलु, अत्र एकमेव तत् चतुर्दशभेदः एव, अत्र चतुर्दश इण्टु टेन् 140 अत्र टेन् कथं महोदय लट् तद् चत्वारः तु कथं दशगणः तत्र तत्र तत्रापि वयं यदा अदादिगणं दृष्टवन्तः तत्र आकारान्तदातवः एव आसन्, अकारान्तः न तादृशमपि आसीत् किल मध्ये मध्ये, रुदादिगणे हलन्तधातुः एव आसन् तत्र अधन् क्षम्यताम् अकारान्त ईकारान्त इति किमपि न आसीत्, अतः टेन् इति न वक्तुं शक्नुमः, परन्तु अग्रे अपि पठतु महोदय, लघुपाठः एव समापयतु, अनन्तरं विजयादि अस्तु। आर्धधातुकप्रक्रियायाम् एकः प्रमुखः विषयः चिन्तनीयः, इडागमः, कुत्रचित् तिगन्तेषु ग्रन्थेषु च इकारः रूपस्य मध्ये उपविशति, तस्य च इकारस्य नाम इडागमः, धातुः अपि सेट् स इट् सेट् इति, प्रत्यये अपि इडानुकूलः चेदेव इडागमः भवति इति सामान्यनियमः, रूपाणि यथा धृटि भवादिगणे भूधातोः भविष्यति, दादिगणे श्रीधातोः शयिष्यते, ज्योत्यादिगणे भ्रूधातोः भरिष्यते, दिवादिगणे नृद्धातोः नतिष्यति, स्वादिगणे वृधातोः वरिष्यति, तनादिगणे कृधातोः करिष्यति. अत्र विभिन्नेषु धातुगणेषु इडागमः दृश्यते इत्यनेन सुलभतया अवगम्यते यत् इडागमः भवति न वा इत्यस्मिन् निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः, धातुगणस्य न कोऽपि सम्बन्धः तत्र कुत्र भवति इति. तत्र वयं धातुः भवेत्, धातुः इडानुकूलः भवेत्, धातुः इडानुकूल इड अनुकूलः भवेत् इति अस्ति. तत्र आर्धातुकलकारः भवेत्, धातुः अपि इडनुकूलः भवेत् इति अस्ति. अग्रे तर्हि आहत्य वयं दृष्टवन्तः पूर्वमपि आर्धातुकस्य इड् वलादेः इत्यनेन तत्र इड् भवति वलादि तत्र भवति. तदेव अग्रिमपाठे पूर्णतया आगच्छति. तदेव इडागमचिन्तनम् अस्तु. तर्हि आहत्य सार्वधातुकप्रक्रियायां गणीयचर्चा करणीया, आर्धातुकप्रक्रियाम् इडागमविषयः परिशीलनीयः. अस्मिन् पाठे आर्धातुकलकारान् अवलोकयिष्यामः, अपि च अन्येषां प्रत्ययानां तिगन्तरूपाणि ये आर्धातुकप्रक्रियाम् अन्तर्भवन्ति यथा णिजन्ताः, सनन्ताः, यगन्ताः च. अस्मिन् पाठे आर्धातुकलकारान् अवलोकयिष्यामः. अस्तु. आर्धातुकप्रक्रियायाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति, तेषां च इडागमः न भवति एव. ते प्रत्ययाः एते निच्, यक्, यङ् यङ् लुक्, यासुट् एतेषां चिन्तनं प्रथमतया कुर्मः. अनन्तरमेव इडागमः, इडागमव्यवस्था, तदा ते प्रत्ययाः येषाम् इडागमः भवति. अस्य पाठस्य अन्तर्भूताः भागाः इति प्रणाते निच् इति प्रथमः. तत्र निच् इति केचन प्रत्ययाः सन्ति ते वलादिप्रत्ययः न सन्ति. तत्र णिच् इति अत्र इ इति भवति, यक् इति वल् प्रत्याहारे नास्ति, यङ् य य इति अस्ति, यज यकारादि, यङ् लुक्, यासुट् एतेषां चिन्तनं प्रथमतया कुर्मः. यत्र इडागमः न भवति, अनन्तरं तत्र अन्यत्र इडागमः, यत्र इडागमः भवति वलादिप्रत्ययः अस्ति चेत् तत्र अग्रे कुर्मः इति अस्ति. अतः अस्मिन् पाठे प्रेरणार्थकनिच् इति प्रथमम् अस्ति. अग्रे आं तत्र पाठत्रयं प्रायः पाठत्रयं निच् किल, त्रयमेव किल, इदानीमेव दृष्टवती. पाठत्रयं निच् हलन् अजन् प्रेरणार्थे निच् इति सामान्यपाठः, अनन्तरम् अजन्तदातवः, हलन्तदातवः इति, अनन्तरं कर्मणि भावे इति पाठद्वयम्, अनन्तरं लुङ् लकारः कर्मणि भावे इति एकं पाठम्, अनन्तरम् आशीर्लिङ् परस्मैपदी यङ् लुगन्तदातवः, यङ् यङ् लुगन्तदातूनामपि तत्रापि पाठद्वयं द्वयं, यङन्तदातूनां कृते द्वयं द्वित्वम्, अनन्तरमेव इड्व्यवस्था इति आगच्छति. तत्र पाठत्रयम् इड्व्यवस्था, अजन्तदातूनाम् इड्व्यवस्था, अजन्तदातूनां पुनः तदेव वा, ओ पा क्षम्यतां महोदय, पाठ च पञ्च पञ्चपाठाः एव इति चिन्तयामि, 14 पर्यन्तम् अस्तु. वयं तु मन्दं मन्दं तत्र च गमिष्यामः, पठिष्यामः. अस्तु, इदानीं तत्र प्रेरणार्थे निच् इति पाठः. धन्यवादः महोदय. विजया भगिनी पठति वा? आं भगिनि, नमस्कारः भगिनि. नमस्ते. एतावत् सार्वधातुकलकाराणां तिङ्गन्तरूपाणि अवलोकितानि. तत्र वैशिष्ट्यं वर्तते यत् शबादयः विधीयन्ते इत्यतः तिङ्गन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति, अयं धातुः कस्मिन् गणे अस्ति इति. सम्प्रति आर्धधातुकचिन्तनम् आरभ्यते, तत्र सर्वप्रथमं ण्यन्तप्रकरणं परिशील्यते. अत्र निचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुकः इति कारणेन गणीया चर्चा नितरां न अपेक्षिता. धातुः कस्मिन्नपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. एतत् पूर्वमेव वयं दृष्टवन्तः. इदानीं महोदयेन एतत् सर्वम् उक्तम् एतत् विषये एव. पठति वादिगणे, लिखति तुदादिगणे, शालयति चुरादिगणे, प्राप्नोति स्वादिगणे, परन्तु पाठयति लेखयति चालयति प्रापयति इत्येषां कृते तिङन्तरूपसाधनार्थं गणस्य आवश्यकता नास्ति एव. येषां गणः अपि नास्ति एव. कस्मिन् गणे इति प्रश्नः तु नैव उदेति. उदेति चेत् तस्य उत्तरं नास्ति हि. तर्हि अस्मिन् करपत्रे सार्वधातुकलकारः यत्र नास्ति तत्र गतिः कीदृशी इति अनेन न्यन्तप्रकरणेन सम्यक्तया ज्ञास्यते इति. अत्र प्रतिपादनं करोमि वा भगिनि? आं भगिनि, करोतु. किम् अस्ति? अस्तु. इदानीं सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि. तिङन्तमेव सार्वधातुक, तीतः अन्ति, एतत् सीतः, मीवहमः, एतत् सर्वम् अत्र तिङन्तरूपाणि अस्ति. परन्तु यत्र विशिष्ट्यं वर्तते, यत्र शबादयः, शप् आदयः, एतत् भुवादिगणे चेत् शप् आगच्छति, अदादिगणे चेत् तत्र शप् लोकः, एतत् सर्वं वयं दृष्टवन्तः एव. तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति, अयं धातुः कस्मिन् गणे अस्ति इति. विकर्णप्रत्ययम् अस्ति चेत् तत्र एतद् गणे अस्ति, कस्मिन् गणे इति अत्र प्रश्नः उदेति एव. सम्प्रति आर्धधातुकचिन्तनम् आरभ्यते अत्र एव. आर्धधातुकचिन्तनमस्ति. पूर्वं वयं दृष्टवन्तः सार्वधातुकलकाराणां तिङन्तरूपाणि अस्ति इति, परन्तु आर्धधातुकचिन्तनम् आरभ्यते अत्र एव. सर्वप्रथमं ण्यन्तप्रकरणं परिशील्यते. ण्यन्त इत्युक्ते तत्र द्वादश इति तत्र चिन्तनम् आगच्छति. द्वादशप्रत्ययरूपेण निच्छि, सन्नन्तम्, एतत् यङ् यङ् तादृशं द्वादश प्रत्ययः आगच्छति. अत्र निचः इति तत्र स्वीकुर्मः चेत्, ण्यन्तप्रकरणम् अस्ति चेत्, धातुः कस्मिन्नपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. अत्र विकरणप्रत्ययम् अस्ति चेत् तत्र अत्र किमपि गणविषये किमपि कार्यं नास्ति एव, सम्बन्धः एव नास्ति. इदानीं पठति इति स्वीकुर्मः वादिगणे, लिखति इति तुदादिगणे, शालयति क्षालयति इति चुरादिगणे, प्राप्नोति इति स्वादिगणे स्वीकुर्मः चेत् अत्र निजन्तरूपेण पाठयति लेखयति क्षालयति प्रापयति इति इत्येषां कृते तिङन्तरूपसाधनार्थम् अत्र गणस्य आवश्यकता नास्ति एव. एतद् निजन्तरूपेण एतत् तत्र प्रत्ययं योजनेन पाठयति इति तत्र आगच्छति. अत्र अय इति प्रथमं योजनेन पाठयति इति अस्ति. इदानीं येषां गणः अपि नास्ति एव. एतत् गणः कुत्र भवति इति न अत्र न उदेति एव. प्रश्नः नैव उदेति एव. तस्य उत्तरं नास्ति एव. प्रथमं प्रश्नः एव नास्ति, अनन्तरम् उत्तरमेव अत्र अस्ति खलु. प्रश्नः अत्र नास्ति एव. तर्हि अस्मिन् करपत्रे सार्वधातुकलकारः यत्र नास्ति तत्र गतिः कीदृशी? सार्वधातुकलकारः यत्र नास्ति चेत् तत्र कीदृशी इति अनेन ण्यन्तप्रकरणेन एतत् सम्यक्तया ज्ञास्यते. वयं सर्वं ज्ञास्यामः इति तत्र दत्तं भगिनि. अस्तु भगिनि, अत्र प्रेरणार्थकनिचः व्यवस्था अत्र किम् अस्ति इति व्यवहाररूपेण अत्र दत्तं. स्वतन्त्रकर्ता क्रियायां स्वातन्त्र्येण विवक्षिते अर्थः कर्ता स्यात्. कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति एव. कर्तृसंज्ञाविधायकं सूत्रम् इदं स्वतन्त्र प्रथमान्तं कर्तप्रथमान्तं द्विपदमिदं सूत्रं कारके इत्यस्य अधिकारे अस्ति एतत् अनुवृत्तिसहितं सूत्रं कारके स्वतन्त्रकर्ता इति भवति अत्र प्रेरणाते गणी प्रेरणातः निचः व्यवहारं किम् अस्ति इति तत्र दत्तम् एतत् स्वतन्त्रकर्ता इति अस्ति अत्र विवक्षिता एव प्रथमं भवति कर्ता तत्र विवक्षितार्थे कर्ता भवति एव क्रियायां क्रियापदे उपयोगं कुर्मः चेत् तत्र स्वतन्त्रतया कर्ता एव अत्र विवक्षिता अस्ति तस्मिन् वाक्ये कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रिया जनयति अपेक्षिता अस्ति अत्र अतः तत्र इच्छया स्वतन्त्रतया क्रियां जनयति तत्र तस्य कर्तुसंज्ञा भवति इति वयं अत्र दत्तं कर्तुसंज्ञाविधायकं सूत्रम् इदमस्ति स्वतन्त्रः प्रथमान्तं तत्र स्वतन्त्रः इति प्रथमान्तम् अनन्तरं कर्ता प्रथमान्तं द्विपदमिदं सूत्रं कारके इत्यस्य अधिकारः एतत् सर्वं भवति प्रेरणार्थे निचः व्यवस्था अत्र अस्ति कारके इत्यस्य अधिकारे अनन्तरम् अनुवृत्तिसहितसूत्रं किमस्ति चेत् अत्र कारके स्वतन्त्रकर्ता इति इच्छया एतत् सर्वं तत्र भविष्यति इति तत्र दत्तं विवक्षाया इति सत्यं प्रथमसूत्रमस्ति स्वतन्त्रः कर्ता इति कर्तृसंज्ञाविधायकसूत्रं कारकम् इति कारके इत्यस्मिन् अधिकारे अस्ति अस्य विषये अस्य सूत्रस्य विषये वयम् अग्रे अपि पठामः इतोपि अस्ति केवलं तत्र सूत्रस्य अर्थः स्वातन्त्र्येण या क्रियायां विवक्षितः अर्थः कर्ता स्यात् कर्ता इति तु वयं जानीमः रामः पठति इत्युक्ते क्रियां रामः रामेण क्रियां जनयति अतः सः कर्ता रामस्य कार्यं पठनं तत्र रामेण यद् क्रियां जनयति अतः स रामः इति कर्ता कर्तृसंज्ञा अस्ति रामस्य कर्तृसंज्ञा अस्ति एतावत्तु वयं जानीमः एव इतोपि अस्ति भगिनी अग्रे अपि पठतु क्रियाजनकत्वं कारकत्वम् एतत् सर्वं कारकस्य विषये एव अस्ति निच् विषये इतोपि अग्रे एव आगच्छति नूतनविषयः एव सर्वम् आं भगिनि क्रियाजनकत्वं कारकत्वं लेखः इति यथा लेखं जनयति जनकः इति शिशुं जनयति तथा कारक इत्युक्ते यः क्रियां जनयति क्रियायाः जनकः क्रियाणि क्रियानिष्पादकः कारकः तत्र कारकं षड्विधम् इति प्रसिद्धिः न केवलं कर्तृकारकं भवति कर्मकारकं करणकारकं सम्प्रदानकारकम् अपादानकारकम् अधिकरणकारकम् इति षड्विधाः सन्ति एतत् प्रसिद्धः एव अपि कारकाणि प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं जनकं निमित्तच्च निमित्तः च तदर्थम् एककारकम् इति नामकरणम् अत्र क्रियाजनकत्वं यत्र क्रिया उत्पत्तिः भवति तत्र कारकत्वं भवति लेखः इति यथा लेखं जनयति लेखः लेखं जनयति जनकः शिशुं जनयति एतत् सर्वं कारकम् इति उच्यते क्रियायाः जनकः क्रियानिष्पादकः कारकः यत्र क्रियायाः यत् किं भवति तत्र कारकम् उत्पद्यते यदा पूर्वं दृष्टवन्तः जनकः इति शिशुं जनयति अतः तत्र कारकम् इति तत्र पिता इति जनकः इति तत्र शिशुम् इति तत्र कारकं द्वितीया विभक्ति इति तत्र वयं जानीमः एव इदानीं षड्विधम् इति प्रसिद्धिः अस्ति एकमस्ति कर्तृकारकं कर्मकारकं करणकारकं सम्प्रदानकारकम् अपादानकारकम् अधिकरणकारकम् इति षड्विधाः सन्ति अत्र एतत् प्रत्येकं कारकं क्रियायाः एव अत्र सिद्धिः भवति जनकम् इति वयं दृष्टवन्तः जनकं लेखकः जनकः एतत् तत्र सर्वं तत्र व्यवहारः सन्ति एतत् कार्यम् अनुसृत्य क्रियाम् अनुसृत्य तत्र नामकरणं भवति इति तत्र दत्तम्. सत्यं तदेव अस्ति. केवलं कर्तृकारकमेव क्रियायाः जनकत्वम् इति नास्ति, अन्ये कारकाणि अपि कारकः इत्युक्ते अन्ये कारकाः अपि क्रियां जनयति, परन्तु स्वतन्त्र्येण यत् करोति सः कर्ता, कर्तृकारकम् इति नाम. तदेव वयं पठामः. धन्यवादः भगिनि. एतावत् स्पष्टमस्ति वा? एतावत् अत्र कारकम् इति नपुंसकलिङ्गे अनन्तरं पुल्लिङ्गे अपि कारकम् कारकम् इति अस्ति चेत् अन्यानि कारकाणि, पुल्लिङ्गे अस्ति चेत् अन्ये कारकाः. धन्यवादः भगिनि. अरुणा भगिनी पठति वा इतोपि अत्र? आं भगिनि. किं पठनीयं भगिनि? क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात्. ओके, क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात्. क्रियायाम् इदनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. स्वातन्त्र्येण मुख्यतः प्रधानतः कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितोऽर्थः. वक्तु इच्छा च इदेव चेत् एव कारकं भवति, यदा नास्ति चेत् कारकं नास्ति. आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्राय उच्यते, सः कर्तुसंज्ञको भवति. पठामि. क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात्. अत्र विवरणं दत्तं, ये सर्वे पदाः शब्दाः. क्रियायाम् इति अर्थं किम् चेत् क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. क्रियायाम् इत्यनेन कुत्र अस्ति भगिनि कारकत्वे? क्रियायाः जनकत्वे ईक्वल् टु कारकत्वे. ओ ओके ओके. स्वातन्त्र्येण अर्थमस्ति मुख्यतः प्रधानतः. कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवेचितो अर्थः. विवेचितः अस्ति चेत् कारकं वक्तुम् इच्छायाः इति अर्थः. वक्तुः इच्छा चेत् एव कारकं, तथा नास्ति चेत् कारकं नास्ति. आहत्य क्रियायाः वक्त्रायाः उच्यते, सः कर्तृसंज्ञको भवति. कर्तसंज्ञा किम् अर्थम् अस्ति चेत् क्रियायाः सिद्धौ स्वतन्त्र कुत्र अस्ति, सः एव कर्ता भवति. विवक्षित अर्थः इत्येव मुख्यम्. अस्माकं विवक्षा अस्ति चेत् वक्तुः विवक्षा अस्ति चेदेव कारकं भवति. क्रियायाः जनकत्वं सर्वम् अस्ति, परन्तु वक्तुः इच्छा एव नास्ति चेत् तत्र कारकं कथं भवति? तस्मिन् तत्र क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तृसंज्ञा. कारकस्यापि वक्तुः इच्छा आवश्यकम्. अनन्तरं यदा वयं तस्मिन् एव वाक्ये अथवा यत्किमपि सः वदति तस्मिन् वाक्ये यः स्वतन्त्रः अस्ति सः तस्य एव कर्तृसंज्ञा इति नामकरणम्. अवगतं किल? अवगतं. तदेव उदाहरणरूपेण अस्ति. पठतु देवदत्तः काष्ठैः अग्निना ओदनं स्थालायां पचति. स्थाल्या स्थाल्या पचति इति वाक्ये पञ्चकारकाणि सन्ति, सर्वाणि अपि पञ्चन पचनक्रियायां प्रतिजानकानि, किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकृतीकृतः विवक्षितः। तदर्थं स्वातन्त्र्येण इत्युक्ते स्वं तन्त्रं यस्य अस्ति स्वातन्त्र्यः, नाम कुविन्दः आशयः एवं यः मुख्यः प्रधानः। तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः एव मुख्यः। किमर्थमिति चेत् पञ्चसु कारकेषु देवदत्त एव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रतया तानि उपयुज्य पचनक्रियां जनयति। ओके, कुत्र अत्र देवदत्तः पञ्चकारकाणि, देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति, अत्र पञ्चकारकाणि सन्ति। जानीमः काष्ठैः अग्निना ओदनं स्थाल्यां, किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः विवक्षितः। ततः तत्र केवलं स्वातन्त्र्येण कर्ता इति, तदर्थं स्वातन्त्र्येण इत्युक्तं स्वं तन्त्रं स्वातन्त्रम् इति विग्रहवाक्यमस्ति, स्वं तन्त्रं यस्य इति स्वतन्त्रः नाम कुविन्दः। पठ्यन्ते कुविन्दः भगिनि, कुविन्दः इत्युक्ते धीवर् इति वदामः किल, वस्त्रं वयति किल सः, सः एव कुविन्दः। नमस्ते भगिनि, उषा नमस्ते, इदानीं बारोड हेड्फोन् भगिनि, ओ सम्यक् सम्यक् धन्यवादः। तदेव कुविन्दः इति स्वतन्त्रं, कु इति सम्यक् नास्ति इति अस्ति खलु, कु इति किमर्थं कुपुरुषः सम्यक् न करोति वा इति, न न न अस्मिन् अर्थे अत्र वदति वा महोदय अस्मिन् प्रसङ्गे, न न किमर्थम् इति कुविन्द कु इति आगतम् इति, वयति इति वि वयति इति अस्ति, न कुलालः इत्यत्रापि कु इति अस्ति, तद् तु कुपुरुषः इति एव नास्ति किल, सर्वत्र न, परन्तु ममापि अत्र किमर्थं कुविन्दस्य विषये अत्र योजितम् इति न जाने, स्वं तन्त्रं यस्य सः स्वतन्त्रः तत्तु आगच्छति, तन्त्रः इत्युक्ते वस्त्रम् इति वा, तन्तु इति तन्तुवायः तन्तुवायः, परन्तु अस्माकं स्वतन्त्रस्य कुविन्दस्य कर्ता विषये कः सम्बन्धः, सः यः वयति सः कर्ता इति वा, स्व एव करोति तन्त्रं, तादृशं किमपि अर्थः वा, केवलं द्रष्टव्यं कुत्रापि अन्यत्र किमर्थं तत्र कुविन्दस्य विषये अत्र कर्ता इत्युक्ते कुविन्द इति भवति, भ्रमः भवेत् भ्रमः भवेत् किल, प्रायः मम चिन्तनमेवम् अस्ति, यदा कुविन्दः स्वयं वस्त्रस्य निर्माणं करोति स्वतन्त्रः अस्ति, तादृशम् अस्माकं कर्ता अपि स्वतन्त्रः इति, प्रायः तादृश कवित्वम् आनीय किमपि ध्वनिः इति वदामः किल, सजेस्टिव् मीनिङ्ग् तादृशम् आनयन् अथवा न किमर्थम् इति न जातम्, अस्तु भगिनि अग्रे, यः आशयः एव यः मुख्यः प्रधानः। तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः किमर्थमिति चेत् पञ्चषु कारकेषु देवदत्त एव अन्यानि कारकाणि अनवलम्ब्य स्वातन्त्रतया तानि उपयुज्य पञ्चन पतनक्रियां जनयति. अत्र पतनक्रिया किं करोति इति चेत् देवदत्तः एव अस्ति. अत्र मुख्यः प्रधान विवक्षितः. अन्य कारकाणि अपि केवलं देवदत्त एव प्रयु साहाय्यं स्वीकृत्य पतनक्रिया जनयति. ततः मुख्यप्रधानपुरुषः अस्ति कर्ता इति सत्यम्. तत्र देवदत्तः नास्ति चेत् यत्किमपि तत् काष्ठैः अग्निना ओदनं स्थाल्याम् एतत् सर्वमपि न भवति. पचनक्रियायाः साधनमस्ति अन्ये सर्वे, परन्तु देवदत्तः एव मुख्यः स्वातन्त्र्यः स्वातन्त्र्यः अतः सः एव कर्ता. अग्रे स्वतन्त्रतया इति कथनस्य आशयः कर्तुकारकः देवदत्तः पचनक्रियायां जनयितुं सक्रियः भवति. सर्वप्रथमं यदा अन्यानि कारकाणि क्रियाशीलानि न अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने किन्तु तत्र कर्तुकारकः देवदत्तः स्वतन्त्रः. कर्तुकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हति. अन्यानि कारकाणि न सन्ति चेदपि कर्तुकारकः क्रिया जनितुं पारयति. यदा देवदत्तः आस्ते देवदत्तः सेवे देवदत्तः पचति. अवगतं प्रयत्नं करिष्यामि. स्वतन्त्रतया इति किमर्थम् अत्र स्थापितम् इति प्रश्नः अत्र उत्तरमस्ति. प्रथमं कर्तुकारकः देवदत्तः एव पतनक्रियां जनयितुं शक्यते. प्रथमक्रियार्थं सः अन्यानि कारकाणि प्रयुज्यते. क्रियाशीलानि न तद् यदा वयं देवदत्तः पचति इति वदामः चेत् पर्याप्तं किल. तद् अन्यानि कारकाणि क्रियाशीलानि न, तद् इत्युक्ते ओदनम् अग्निना काष्ठैः तद् सर्वं शीलानि इत्युक्ते कथं वदामः आश्रयः प्रायः अर्गुणः क्रियां जनयति न एषु क्रिया न क्रिया भवितुं नार्हति. यदि कर्ता नास्ति चेत् पचनक्रियां काष्ठ स्वयं न कर्तुं शक्यते, स्थालि अपि न कर्तुं शक्यते, अग्नि अपि. यदि कर्ता अस्ति चेदेव भवति. अतः तत्र तत् क्रियाशीलत्वं न भवति. यदा कर्ता आगच्छति तदा एव तत्र तेषां भवति. यदि सर्वे सन्ति पचनक्रिया न भवति यदि कर्ता नास्ति. अतः तत्र क्रियाशीलत्वं तेषु नास्ति. यदा कर्ता भवति अन्ये कारकाणि सन्ति कार्यं न भवितुम् अर्हति यदि कर्ता नास्ति चेत्. अन्यानि कारकाणि क्रियाशीलानि न, क्रियां जनयितुं तेषां शक्तिः नास्ति. क्रिया जनितुं शक्यं स्वयं स्वातन्त्र्येण. तद् मुख्यं स्वातन्त्र्येण तेषां शक्तिः नास्ति. ओके, धन्यवादः. अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने, किन्तु तत्र कर्तुकारकः देवदत्तः स्वतन्त्रः. अन्य कस्य कारण कारकाणामिति चेत् काष्ठैः अय्यन ओदनं स्थाल्यां तेषु प्रवृत्तिनिवृत्तिश्च कर्तु अधीने एव अस्ति न तु अन्यकारकः तृतीय अस्ति कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुमर्हति किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुमर्हति भगिनि कर्ता एव अन्यकारकाणां प्रतिनिधिः कर्तुं शक् मुख्यमस्ति परन्तु अन्यकारकाः कर्तुतः न प्रतिनिधिः सूचते अन्यानि कारकाणि न सन्ति चेदपि कर्तुकारकः क्रियां जनयितुं पारयति तदा देवदत्तः आस्ते देवदत्तः चेत् देवदत्तः पतति तत्र अन्य कारकाणान्तरं नास्ति केवलं देवदत्तः पतति इति वाक्यं परन्तु कारकाणि वदामि चेत् ते कर्ता एव स्वातन्त्रेण कारकाणि उपयुज्य पचनक्रिया करोति क्रिया अन्यकारकैः विना अपि वक्तुः वाक्यं वक्तुं शक्यते स्वातन्त्र्येण यत् प्रमुखरूपेण मुख्यरूपेण क्रियां जनयति सः एव कर्ता तद् अस्मिन् पाठे किमर्थमिति अग्रे आगच्छति किमर्थम् एतेषां विषये वयं पठामः इति अग्रे आगच्छति धन्यवादः भगिनि धन्यवादः उषा भगिनी इदानीं पठितुं शक्यते चेत् पठतु अस्य सर्वस्य आं भगिनि अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् ओके किन्तु यथोक्तं कारकं वक्तुः इच्छाया अधीने भवति किन्तु यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति तदर्थं प्रसिद्धवाक्यम् अस्ति विवक्षातः कारकाणि भवन्ति अतः पञ्चक्रियायां यदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः स्वतन्त्रता प्रधानता विवक्षिता तदा स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा भवति अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति तत्र कर्तुः चेतना अस्ति एव इति नास्ति कर्ता प्रमुखः भवति क्रियायाः साधने इति पर्यवसितम् पर्यवस्थितम् इस् वाट् ओके भगिनि एकम् अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् ओके स्वतन्त्रतया यः कर्ता क्रियां जनयति सः एव कर्ता इति वयं पठितवन्तः तत्कर्ता सचेतनः इति जानीमः किन्तु यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति इच्छा कारकं वक्तुः इच्छायाः अधीने भवति यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति अधीने किं सूचयति भगिनि अधीने कर्तुः एव कर्तुः इच्छा एव किल कर्तुः इच्छा एव इच्छामेव क्रियां जनयति तत्रापि प्रथमवाक्ये भवेत् इति सम्भावना अस्ति चेतनः भवेत् भवेत् इदानीं किन्तु तत् अन्वयः करणीयः किन्तु यथा उक्तं कारकम् इति कर्तुः इच्छा एव तस्मिन् कण्ट्रोल् इति वदामः किल वक्तुः इच्छायाः अधीने भवति मम इच्छा अस्ति अहं वाक्यं यदा वदामि तत्र रामः वा सीता वा किमपि अहं वदामि किल मम इच्छा वक्तुः इच्छायाः अधीने तद् कारकं सर्वाणि एकस्मिन् कर्तुः विषये एव न वदति सर्वाणि यदा अहं वदामि रामः पठति तत्र भवती चिन्तये यदा तत्र सम्भावना अस्ति तद् रामः इति चेतनवस्तुः इति रामः इति कर्ता वयं जानीमः सः चेतनः वा अचेतनः वा इत्यस्मिन् विषये एव अत्र दत्तमस्ति तदर्थं प्रसिद्धवाक्यम् अस्ति विवक्षातः कारकाणि भवन्ति अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः स्वतन्त्रता प्रधानता विवक्षिता तदा स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा भवति आं भगिनि या पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता विवक्षिता चेत् देवदत्तः पचति इति वाक्यम् अस्ति यदा स्थाल्याः स्वतन्त्रता प्रधानता अस्ति चेत् स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा भवति विवक्षानुगुणं कारकाणि भवन्ति इति इति वाक्यस्य अर्थः भवति अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति वक्तुः इच्छाम् अवलम्ब्य एव कर्तुः भवति तत्र कर्तुः चेतना अस्ति एव इति नास्ति स्थाली पचति कर्ता प्रमुखः भवति तत्र कर्तुः चेतना अस्ति एव इति नास्ति कर्ता प्रमुखः भवति क्रियायाः साधने इति पर्यवस्थितं क्रियायाः साधने इति कर्तुः चेतना भवितुम् अर्हति अचेतना अपि भवितुम् अर्हति वक्तुः इच्छाम् अवलम्ब्य एव भवति इति दत्तम् भवितुम् अर्हति वक्तुः यदा वयं प्रथमस्तरीयाणां कृते सम्भाषणं पाठयामः तस्मिन् समये किं भवति इत्युक्ते सम्भाषणं यदा ते पठन्ति तत्र वयं वाक्यस्य कर्ता कः इति प्रश्नः पृच्छामः तत्र किं भवति रामः रामश्यामयोः सम्भाषणं रामः देन् कोलन् तत्र अहम् आगच्छामि इति भवति श्यामः अहमपि इति अस्ति चेत् तत्र कर्ता कः इति पृच्छामः चेत् ते सर्वदा रामः श्यामः इत्येव वदन्ति अहम् इति कर्ता इति तेषां मनसि न आगच्छति सः किं चिन्तयति इत्युक्ते रामः एव वाक्यं वदति अतः सः एव कर्ता इति तादृशं नास्ति किल रामः वदति यत् अहम् आगच्छामि इत्युक्ते आगच्छामि इति क्रियायाः कर्ता कः अहं तद् अचेतनः एव किल चेतनः इति किमपि नास्ति तत्र चेतनत्वम् इति किमपि नास्ति अवगतं वा तत्रापि तदेव आगच्छति यदा वयं तत्र प्रतिपादयामः कर्तुः इत्युक्ते कः वाक्यस्य कर्ता वाक्ये यद् मुख्यप्रमुखस्वतन्त्ररूपेण अस्ति तदेव कर्ता तस्य किमपि चेतनत्वम् अचेतनत्वम् इति किमपि चिन्तनं नास्ति तत्तु अस्माकम् इच्छा अनुगुणमेव भवति अवगतं वा आं भगिनि आम् वक्तुः इच्छाम् अवलम्ब्य एव भवति तावदेव तावदेव तत्र चेतनत्वम् अचेतनत्वम् इति किमपि नास्ति, किमपि चिन्तनं न अवश्यं तद् किमपि भवितुम् अर्हति. बिडालः गच्छति इत्यपि रामः कोलन् सम्थिङ्ग् बिडालः गच्छति, अत्र कर्ता कः इत्युक्ते बिडालः रामः न, रामस्य वाक्यं तद् राम वदति तत् तत्र तदेव सर्वदा भ्रमः भवति यदा वयं प्रथमस्तरं पाठयामः तस्मिन् समये तदेव सः वदति तदेव अत्र प्रतिपादितम्. अग्रे अपि पठतु. बिडालः विषये किम् उक्तवती भगिनि एकवारं? बिडालस्य विषये किमपि न, बिडालस्य विषये न. यदा वयं सम्भाषणं पाठयामः किल प्रथमस्तरस्य, तत्र कर्ता कः इति प्रश्नः सर्वदा आगच्छति सम्भाषणे. तत्र रामः श्यामः इति अस्ति चेत् रामः कोलन् इति भवति किल, रामः कोलन् बिडालः गच्छति, अस्मिन् वाक्ये कर्ता कः इति पृच्छामः चेत् सर्वदा ते रामः इत्येव वदति, बिडालः इति न वदति. परन्तु बिडालः एव गच्छति किल, गच्छति क्रियायाः कर्तृपदं किं? बिडालः, रामः न. रामः वक्ता न, किमर्थं ओ वक्ता रामः बिडालः गच्छति इति रामः वदति बिडालः. परन्तु यदा वयं पुस्तके पश्यामः तत्र रामः वदति यत् इति किमपि न लिखितं किल, रामः कोलन् बिडालः गच्छति इत्येव वाक्यानि सम्भाषणं कथं भवति पुस्तके. तदा यदा वयं पृच्छामः ते सर्वदा यः वदति तस्य नाम एव कर्ता इति चिन्तयन्ति प्रथमस्तरे. तदेव प्रथमस्तरे प्रथमस्तरे इति पुनः प्रावधानम्. अनन्तरं यदा वयम् अवगच्छामः तत्र सम्यक् भवति. अतः एव क्रियायाः कर्ता कः इत्येव वयं पृच्छामः. कर्तुः कर्तुः अर्थः अग्रिमसूत्रस्य आधारः. तत्प्रयोजको हेतुश्च. कर्तुः प्रयोजकः हेतुसंज्ञः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञः स्यात्. सामान्यकर्तुः प्रेरकस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. तस्य कर्तुः तस्य प्रयोजकः प्रवर्तयिता तस्य प्रयोजकः प्रयोजकः षष्टितत्पुरुषः. प्रयोजकः तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं च अव्ययपदं द्विपदमितं सूत्रं. स्वतन्त्रः कर्ता इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः भवति, अनुवृत्तिसहितसूत्रं. तत्प्रयोजकः हेतुः च कर्ता. तत्प्रयोजकः हेतुश्च इति सूत्रेण तत्प्रयोजकः हेतुः च कर्ता. कर्ता इति कः इति चेत् तत्प्रयोजकः अपि च हेतुः इति संज्ञा. कर्ता इति तत्प्रयोजकः अपि तु हेतुः अपि प्रयोजकः तस्य प्रयोजकः तत्प्रयोजकः इत्यस्य तस्य प्रयोजकः यः जनेन कार्यं जनयति, यः अन्यजनेन कार्यं जनयति तस्य कारयति. ओके, तस्य अन्यजनेन कारयति इति चेत् तत्प्रयोजकः षष्टितत्पुरुषः. तस्य प्रयोजकः षष्टितत्पुरुषः हेतुः अपि च यः अन्यजनेन कार्यं कारयति. हेतुः अपि सः एव कर्ता. तस्य इच्छाम् अवलम्ब्य एव कार्यं कारयति. अन्यजनेन कार्यं कारयति चेत् तत् कर्ता, प्रयोजकः अपि हेतुः च. तत्प्रयोजकः अपि च हेतुः च. संज्ञासूत्रमस्ति तत्र कारकसंज्ञा कर्तृसंज्ञा हेतुसंज्ञा त्रयमपि विधीयते अनेन सूत्रेण तत्प्रयोजकः हेतुश्च इति सूत्रेण तत्र आकडारादेकासंज्ञा इत्यस्मिन् प्रकरणे अस्ति अधिकारे अस्ति परन्तु तत्र कारकसंज्ञा कर्तृसंज्ञा हेतुसंज्ञा त्रयमपि तत्र विधीयते अस्तु अकडारादेकसंज्ञा अस्ति तदेव तत् प्रयोजकहेतुश्च स्वतन्त्रतः कर्ता इत्यस्मादेव कर्ता इति अनुवर्तते अतः कारक इत्यस्मिन् अधिकारे अस्ति आं भगिनि तत्र प्रयोज्यकर्ता इत्युक्ते किम् इति दत्तं तत् पठतु प्रयोज्यकर्ता कार्यं करोति प्रयोज्यकर्ता कार्यं करोति प्रयोज्यकर्ता तं कार्यार्थं प्रेरयति प्रयोजककर्ता प्रयोज्यकर्ता कार्यं करोति प्रयोजककर्ता तं कार्यार्थं प्रेरयति अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति ओके ओ यत् आं तिष्ठति वन् हू सेस् यस् टु द कार्य ओके स च प्रेरितः भवति न वा इति स्व इच्छया अस्ति कार्यं करोति न वा इति पुनः स्व इच्छया यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम् हेतुसंज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे ओके यः कार्यं करोति सः प्रयोज्यकर्ता भवति यः कार्यार्थं प्रेरयति सः प्रयोजककर्ता ओके अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति चेत् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति यत् आं मध्ये तिष्ठति यः कार्यं प्रेरयति सः प्रयोजककर्ता यः कार्यं करोति सः प्रयोज्यकर्ता प्रयोज्यकर्ता स्वतन्त्रतया कार्यं करोति इति वा इति चेत् वैयाकरणाः वदन्ति यत् आं तिष्ठति यः आम् इति उत्तरं ददाति सः स्वतन्त्रतया कार्यं न करोति न भगिनि हि वाज़् आस्क्ड् टु डू प्रयोज्यकर्ता स च प्रेरितः प्रयोज्यकर्ता सः आम् इति वदति कार्यं टुवर्ड्स् द कार्यं कार्यं सः कार्यं करोति अपि प्रयोज्यकर्ता स्वतन्त्रता तिष्ठति तदेव मम सम्भाषणमेव स्मरतु सर्वदा स्वतन्त्रता वाक्यस्तरे एव चिन्तनं वाक्यस्तरे आम् आं भगिनि स्वतन्त्रतया तिष्ठति आम् इति आं तिष्ठति ओके स च प्रेरितः भवति न वा इति स्व इच्छया अस्ति कार्यं करोति न वा इति पुनः स्व इच्छया आम् ओ स्वतन्त्रता अस्ति सः कार्यं करोति वा अपि च न करोति वा इति स्व इच्छया एव भवति यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम् यः कर्तारं प्रेरयति यः द वन् हू हास् टु डू तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम् ओके स्यात् स्याताम् सो बोत् टु संज्ञास् ओके हेतुसंज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे ओके अतः तत्र तत्प्रयोजकहेतुश्च इत्यनेन तत्र प्रयोजकः कर्तुः प्रयोजकः हेतुसंज्ञः कर्तृसंज्ञः स्यात् संज्ञाद्वयं प्रयोजकस्य हेतुसंज्ञा अपि अस्ति कर्तृसंज्ञा अपि अस्ति तदेव पुनः अत्र दत्तमस्ति किल प्रयोज्यकर्ता स्वतन्त्रतया तिष्ठति वा इति प्रश्नः प्रयोज्यकर्ता इत्युक्ते यः कार्यं करोति सः एव प्रयोजक आं भगिनि पुनः वदतु अग्रिमम् अस्तु तद् पठतु चुरादिगणे निच् प्रत्ययः विधीयते चुरादिगणे णिच् प्रत्ययः विधीयते भिन्नसूत्रेण ण्यन्तप्रकरणे णिच् प्रत्ययः विधीयते पुनः पृथक्तया भिन्नसूत्रेण ओके चुरादिगणे णिच् प्रत्ययः विधीयते भिन्नसूत्रेण आम् सत्यापपाश स्वार्थे णिच् चुरादिगणे स्वार्थे ण्यन्तप्रकरणे णिच् प्रत्ययः विधीयते पुनः पृथक्तया ओके हेतुमती च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्यात् णिच् विधायकं सूत्रं हेतुमती च ओके क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः आधारतया अस्याः स्थिति इति हेतुमान् अस्याः अस्ति इति हेतुमान् मतुप्रत्ययः ओके आधारतया अस्ति इति हेतुमान् मतुप्रत्ययः प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति व्यापारः इति प्रेषणादिक्रिया स च व्यापारः हेतुमान् स्वनिष्ठ आधारनिरूपित आधेयता सम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः ओके तस्मिन् वाच्ये णिच् इत्याहुः इति तत्त्वबोधिनी ओके ओ तत्त्वबोधिनी स्टेट्मेण्ट् ओके इट् लुक् लैक् स्वनिष्ठ आधारनिरूपित आधेयतासम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः तस्मिन् वाच्ये णिच् इत्याहुः इति हेतुमान् व्यापारः यः अस्ति तस्मिन् वाच्ये यत् अस्ति तदेव णिच् इति वदामः तदेव स्वनिष्ठ आधारता निरूपित यदा स्व उपरि शरः अस्यां स्थितौ यत्र हेतुमाति यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः निच् प्रत्ययः विधीयते. अस्यां स्थितौ यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः निच् प्रत्ययः विधीयते. हेतुमति सप्तमीयन्तं च अव्ययपदं द्विपदमिदं सूत्रम् सत्यापपाशरूपवीणा स्थूलश्लोकसेनालोम त्वच वर्म वर्ण चूर्णचुरादिभ्यो निच् इत्यस्मात् निच् इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. वचनपरिणामेन पञ्चमी विभक्तौ धातुभ्यः धातोः इति धातुभ्यः इति भवति. अनुवृत्तिसहितसूत्रं हेतुमति च धातुभ्यः निच् प्रत्ययः परश्च इति अनुवृत्तिसहितसूत्रं हेतुमति च इति सूत्रं निच् प्रत्ययः विधीयते. हेतुमति इत्येव वाक्यस्तरे एव तत्त्वबोधिनी वाक्यम् अपि हेतुमान् कः इति तत्त्वबोधिनी वाक्यम् अस्ति. व्यापारः हेतुमति च धातुभ्यः धातोः स्तरे धातोः अनन्तरं णिच् प्रत्ययः विधीयते इति सूत्रं वदति. हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्यात्. प्रयोजकव्यापारे यः अन्यजनकः आह्वयति कार्यं कारयितुम् यः अन्यजनकः आह्वयति सः प्रयोजककर्ता. प्रयोजककर्ता कृते प्रेषणादौ वाच्ये णिच् प्रत्ययः विधीयते. क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः. क्रियायाः हेतुः भगिनि आधारतया अस्य अस्ति तदेव यद् भवति आधारतया अस्य अस्ति इति तदेव स्वनिष्ठ आधारतानि. तत्र मतुक् प्रत्ययः विधीयते इत्येव मुख्यम्. आधारता अस्य अस्ति इति हायतुमान् आधारतया इति दोषः प्रायः. आधारता अस्य अस्ति इति मतुक् प्रत्ययः सर्वदा तादृशमेव आगच्छति किल. आधारता अस्य अस्ति इति हेतुमान् इतोपि अस्ति तस्मिन् विषये प्रायः अग्रिमसप्ताहे पठामः. तत्र हेतुमति च इति इतोपि विवरणं किञ्चित् आवश्यकं पठामः अग्रिमसप्ताहे. एषः पाठः किञ्चित् दीर्घः, नूतनसूत्राणि अपि सन्ति, अतः किञ्चित् वयं मन्दरूपेण एव गच्छामः. सर्वे शुभरात्रिः. धन्यवादः भगिनि. नमस्कारः भगिनी.